ऐतरेयोपनिषत् परिसमाप्तं कर्म सः परब्रह्मविषयविज्ञानी स एष कर्मणो ज्ञानसहितस्य परागतिः उक्तविज्ञानद्वारेण उपसमृतः एतत् सत्यं ब्रह्मप्राणाख्यम् एष एको देवः एतस्यैव प्राणस्य सर्वे देवाः विभूतय एतस्य प्राणस्य आत्मभावं गच्छन् देवता अप्येति इत्युक्तं सोऽयं देवताप्यलक्षणः परपुरुषार्थः एष मोक्षः स च अयं यथोक्तेन ज्ञानकर्मसमुच्चयेन साधनेन प्राप्तव्यो नाथः परमस्ति इति एके प्रतिबन्धः तान् निराचिकीर्षुः उत्तरं केवल आत्मज्ञानविधानार्थम् आत्मावेदम् इत्यादि आह कथं पुनः कर्मसम्बन्धी केवलात्मविज्ञानविधानार्थ उत्तरग्रन्थः इति गम्यते अन्यर्थ अनवगमः तथा च पूर्वोक्तानां देवतानाम् अग्न्यादीनां संसारित्वं दर्शयिष्यन्ति अशनायादिदोषवत्वेन तमशनाया पिपासाभ्याम् अन्नवार्जतो इत्यादि अशनायादिमत्सर्वं संसार इव परस्य तु ब्रह्मणो अशनायादि अत्यश्रुते भवतु एवं केवलात्मज्ञानं मोक्षसाधनं न तु अत्र अकर्मी एव अधिक्रियते विशेष अश्रवण अकर्मिणः आश्रम्यन्तरस्य यः आश्रवण कर्म च बृहती शास्त्रलक्षणं प्रस्तुत्य अनन्तरमेव आत्मज्ञानं प्रारभ्यते तस्मात् कर्मी एव अधिक्रियते न च कर्म असम्बन्धि आत्मविज्ञानं पूर्वदन्ते उपसंहार यथा कर्मसम्बन्धिनः पुरुषस्य सूर्यात्मनः स्थावरजङ्गमादि सर्वप्राण्यात्मत्वम् उक्तं ब्राह्मणेन मन्त्रेण च सूर्यात्मा इत्यादिना तथैव एष ब्रह्म एष इन्द्रः इत्यादि उपक्रम्य सर्वप्राणि आत्मत्वं यच्च स्थावरं सर्वं तत्प्रज्ञानेत्रम् इति उपसंहरिष्यति तथा च संहितोपनिषन् एतं केवकृचा महत्युक्ते मीमांसन्ते इत्यादिना कर्मसम्बन्धित्वम् उक्त्वा सर्वेषु भूतेषु एतमेव ब्रह्म इत्याचक्षते इति उपसंहरति तदा तस्यैव योऽयम् अशरीरः प्रज्ञात्मा इति उक्तस्य यश्च सौ आदित्य एकमेव तदिति विद्यात् इति एकत्वम् उक्तम् इह अपि कोऽयमात्मा इत्युपक्रम्य प्रज्ञात्मत्वमेव प्रज्ञानं ब्रह्म इति दर्शयिष्यति तस्मान्न कर्मसम्बन्धि आत्मज्ञानं पुनरुक्ति अनर्थक्यमिति चेत् प्राणोवाहमस्मि ऋषे इत्यादि ब्राह्मणेन सूर्यात्मा इति च मन्त्रेण निर्धारितस्य आत्मनः आत्मा वा इदम् इत्यादि ब्राह्मणेन कोऽयमात्मा इति प्रश्नपूर्वकं पुनः निर्धारणं पुनरुक्तम् अनर्थकमिति चेत् न तस्यैव धर्मान्तरविशेषनिर्धारणार्थत्वात् न पुनरुक्तता दोषः कथं तस्यैव कर्मसम्बन्धिनः जगत्सृष्टिस्थितिसंहारादिधर्मविशेषनिर्धारणार्थत्वात् केवल उपास्त्यर्थत्वाद्वत् अथवा आत्म इत्यादिः परोग्रन्थसन्दर्भः आत्मनः कर्मिणः कर्मणो अन्यत्र उपासना प्राप्तौ कर्मप्रस्तावे अविहितत्वाद्वा केवलोऽपि आत्म उपास्य इत्येवमर्थः भेदाभेद उपास्यत्वाच्च एक एव आत्मा कर्मविषये भेददृष्टिः स एव अकर्मकाले अभेदेनापि उपास्यति एवम् अपुनरुक्तत विद्याञ्च अविद्याञ्च यस्तद्वेदो भयं सः अविद्यामृत्यं तीर्त्वा विद्ययामृतमश्नुते इति कुर्वन्नेमे कर्माणि जिजीविषेच्छदकं समाः इति च वाजिन न च वर्षशतात् परमायुः मर्त्यान येन कर्मपरित्यागेन आत्मानम् उपासीत दर्शितं च तावन्ति पुरुषायुषो अह्नां सहस्राणि भवन्ति इति वर्षशतं चायुः कर्मणा एव व्याप्तम् दर्शितश्च मन्त्रः कुर्वन्नेवे कर्माणि इत्यादि तथा यावज्जीवम् अग्निहोत्रं जुहोति यावज्जीवं दर्शपूर्णमासाब्जमिजेत इत्याद्यश्च तं यज्ञपात्रैः दहन्ति इति च ऋणत्रये श्रुतेश्च तत्र हि पारिवराज्यादिशास्त्रं विद्यायदविक्षाचरं चरन्ति इति आत्मज्ञानस्तुतिपरो अर्थवादो अनधिकृतार्थो वा न परमार्थात्मविज्ञाने फल अदर्शने क्रिया अनुपत्ते यदुक्तं कर्मिण एव च आत्मज्ञानं कर्मसम्बन्धी च इत्यादि तन्न परं हि आप्तकामं सर्वसंसारदोषवर्जितं ब्रह्माहमस्मीति आत्मत्वेन विज्ञाने कृतेन कर्तव्येन वा प्रयोजनम् आत्मना अपश्यत फल आदर्शने क्रिया न उत्पद्यते फल आदर्शनेपि नियुक्तत्वात् करोति इति चेन्न नियोग अविषयात्मदर्शनात् इष्टयोगम् अनिष्टवियोगं वा आत्मनः प्रयोजनं पश्यन् तदुपायार्थे यो भवति स नियोगस्य विषयो दृष्टो लोके न तु तद्विपरीतनियोग अविषयब्रह्मात्मत्वदर्शि ब्रह्मात्मत्वदर्श्यपि सन् चेन्नियुज्येत नियोग अविषयोऽपि सन् न कश्चिन्नायि नियुक्त इति सर्वं कर्म सर्वेण सर्वदा कर्तव्यं प्राप्नोति तच्च अनिष्टं न च स नियोक्तुं शक्यते केनचित् आम्नायस्यापि तत्प्रभवत्वात् न हि स्वविज्ञानोत्थेन वचसा स्वयं नियुज्यते नापि बहुविस्वामी अविवेकिना वृत्तेन आम्नायस्य नित्यत्वे सति स्वातन्त्र्यात् सर्वान् प्रति नियोक्तृत्वसामर्थ्यमिति चेत् न उक्तदोषः तथापि सर्वेण सर्वदा सर्वम् अविशिष्टं कर्म कर्तव्यमिति उक्तो दोषो अपि अपरिहार्यः एव तदपि शास्त्रेणैव विधीयते इति चेत् यथा कर्मकर्तव्यता शास्त्रेण कृतः तथा तदपि आत्मज्ञानं तस्यैव कर्मिणः शास्त्रेण विधीयते इति चेत् न विरुद्धार्थबोधकत्वानुपत्ते न हि एकस्मिन् कृताकृतसम्बन्धित्वं तद्विपरीतत्वं च बोधयितुं शक्यं शीतोष्णत्वमिव अग्निः न च इष्टयोगचिकीर्षा आत्मनो अनिष्टवियोगचिकीर्षा च शास्त्रकृत सर्वप्राणिनां तद्दर्शन शास्त्रकृतं चेत् तद्वयं गोपालादीनां न दृश्येत् अशास्त्रज्ञत्वात्तेषु यद्धि स्वतो अप्राप्तं तच्छास्त्रेण बोधयितव्यं तच्चेत् कृतकर्तव्यताविरोधि आत्मज्ञानं शास्त्रेण कृतं कथं तद्विरुद्धां कर्तव्यतां पुनः उत्पादयशीततामिव अग्नं तमैव च भानं न बोधयित्येव इति चेत् न सम आत्मेति विद्या प्रज्ञानं ब्रह्म इति च उपसंहार तदात्मानमेव वेतत्त्वमसि इत्येवमादिवाक्यानां तत्परत्व उत्पन्नस्य च ब्रह्मात्मविज्ञानस्य अबाध्यमानत्वा न अनुत्पन्नं भ्रान्तं वा इति शक्यं वक्तुं त्यागेऽपि प्रयोजन अभावस्य तुल्यत्वमिति चेत् न कृतेन कश्चन इति स्मृतेः य आहुः विदित्वा ब्रह्म वित्तानमेव कुर्यादिति तेषामपि एष समानदोष प्रयोजन अभावः इति चेत् न अक्रिया मातृत्वाद्युत्थानस्य अविद्यानिमित्तो हि प्रयोजनस्य भावः न वस्तुधर्मः सर्वप्राणिनां तद्दर्शनं प्रयोजनतृष्णया च प्रेर्यमाणस्य वाङ्मनकायैः प्रवृत्तिदर्शनं सोकामयिता जायामेस्या इत्यादिना पुत्रवित्तादिपान्तरक्षणं काम्यमेव इति उभैः एते साध्यसाधनलक्षणे येषणे एवेति वाचने ब्राह्मणे अवधारणात् अविद्याकामदोषनिमित्तायाः वाङ्मनकायप्रवृत्तेः पान्तलक्षणायाः विदुषो अविद्यादोष अभावातुम् अनुपत्तेः क्रिया अभावमात्रं युद्धान् न तु यागादिवत् अनुष्ठेयरूपं भावात्मकं तच्च विद्यावत् पुरुषधर्म इति न प्रयोजनम् अन्वेष्टव्यं न हि तमसि प्रवृत्तस्य उदिते आलोके यद्गर्तपङ्ककण्टकादि अपतनं तत् किं प्रयोजनमिति प्रश्नार्हम् व्युत्थानं तर्हि अर्थप्राप्तत्वात् न चोदनार्थः इति गार्हस्थ्ये चेत् परं ब्रह्मविज्ञानं जातं तत्रैव अस्तु अकृतः आसन् न ततो अन्यत्र गमनमिति चेत् न कामप्रयुक्तत्वात् गार्हस्थ्यस्य एतावान्वयि कामः उभैह्येते येषणे एव इति अवधारणा कामनिमित्तपुत्रवित्तादिसम्बन्धनियम अभावमात्रं न हि ततो अन्यत्र गमनं व्युत्थानमिच्छति अतो न गार्हस्थ्ये एव अकुर्वतः आसनम् उत्पन्नविद्यस्य एतेन गुरुशुश्रूषा तपसोरपि अप्रतिपत्तिविषया सिद्ध अत्र केचित् गृहस्थाः भिक्षाटनादिभयात् परिभवाच्च त्रस्यमानाः सूक्ष्मदृष्टितां दर्शयन्तः उत्तरमाहुः ಭಿಕ್ಷೋರಪಿ ಭಿಕ್ಷಾಟನಾದಿ ನಿಯಮದರ್ಶನ ದೇಹಧಾರಣ ಮಾತ್ರಾರ್ಥಿನೋ ಗೃಹಸ್ಥಸ್ಯಾಪಿ ಸಾಧ್ಯ ಸಾಧನ ಯೇಷಣ ಉಭಯ ವಿನಿರ್ಮುಕ್ತಸ್ಯ ದೇಹ ಮಾತೃಧಾರಣಾರ್ಥಂ ಆಶನಾಚ್ಛಾದನ ಮಾತ್ರಂ ಉಪಜೀವತೋ ಗೃಹೇ ಎವ ಅಸ್ತು ಆಸನಮಿತಿ ನ ಸ್ವಗೃಹ ವಿಶೇಷ ಪರಿಗ್ರಹ ನಿಯಮಸ್ಯ ಕಾಮ ಪ್ರಯುಕ್ತತ್ವಾತಿತಿ ಉಕ್ತೋತ್ತರಮಿತ್ ಸ್ವಗೃಹ ವಿಶೇಷ ಪರಿಗ್ರಹ ಅಭಾವೇ ಚ ಶರೀರಧಾರಣ ಮಾತ್ರ ಪ್ರಯುಕ್ತ ಅಶನ ಆಚ್ಛಾದನಾರ್ಥಿನ ಸ್ವಪರಿಗ್ರಹ ವಿಶೇಷ ಭಾವೇ ಅರ್ಥಾತ್ ಭಿಕ್ಷುಕತ್ವಮೇವ ಶರೀರಧಾರಣಾರ್ಥಾಯಾಂ ಭಿಕ್ಷಾಟನಾದಿ ಪ್ರವೃತ್ತೌ ಯಥಾ ನಿಯಮ ಭಿಕ್ಷೋಃ ಶೌಚಾದೌ ಚ ತದಾ ಗೃಹಿಣೋಪಿ ವಿದುಷೋ ಅಕಾಮಿನೋ ಅಸ್ತು ನಿತ್ಯಕರ್ಮಸು ನಿಯಮೇನ ಪ್ರವೃತ್ತಿ ಯಾವಜ್ಜೀವಾದಿಶ್ರುತಿ ನಿಯುಕ್ತತ್ವ ಪ್ರತ್ಯವಾಯ ಪರಿಹಾರಾಯ ಇತಿ ಏತನ್ ನಿಯೋಗ ಐವಿಷ್ಯತ್ವೇನ ವಿಷಯ ಪ್ರತ್ಯುಕ್ತಂ ಅಶಕ್ತಿ ನಿಯೋಜ್ಯತ್ವಚ್ಚ ಇತಿ ಯಾವಜ್ಜೀವಾದಿಂತಿ ಚೋದನ ಅನರ್ಥಕ್ಕಿಂತಿ ಚೇತ್ ನ ಅವಿದ್ವದ್ವಿಷಯತ್ವೇನ ಅರ್ಥವತ್ವತ್ ಯತ್ತು ಭಿಕ್ಷೋ ಶರೀರಧಾರಣ ಮಾತ್ರ ಪ್ರವೃತ್ತಸ್ಯ ಪ್ರವೃತ್ತೇ ನಿಯತತ್ವ ತತ್ ಪ್ರವೃತ್ತೇ ನ ಪ್ರಯೋಜಕ ಆಚಮನ ಪ್ರವೃತ್ತಸ್ಯ ಪಿಪಾಸ ಅಪಗಮವತು ನ ಅನ್ಯ ಪ್ರಯೋಜನಾರ್ಥತ್ವ ಅವಗಮ್ಯತೆ ನ ಚ ಅಗ್ನಿಹೋತ್ರಾದೀನ ತದ್ವದರ್ಥ ಪ್ರಾಪ್ತ ಪ್ರವೃತ್ತಿ ನಿಯತತ್ವಪತ್ತಿ ಅರ್ಥಪ್ರಾಪ್ತ ಪ್ರವೃತ್ತಿ ನಿಯಮೋಪಿ ಪ್ರಯೋಜನ ಅಭಾವೇ ಅನುಪನ್ನ ಇವೇತಿ ಚೇ ನ ತನ್ನಿಯಮಸ್ಯ ಪೂರ್ವಪ್ರವೃತ್ತಿ ಸಿದ್ಧತ್ವಾತು ತದತಿಕ್ರಮೇ ಯತ್ನ ಗೌರವಾತು ಅರ್ಥಪ್ರಾಪ್ತಸ್ಯ ವ್ಯುತ್ಥಾನಸ್ಯ ಪುನರ್ವಚನ ವಿದುಷೋ ಮೋಕ್ಷೋ ಕರ್ತವ್ಯತ್ವೋಪಪತ್ತಿ ಅವಿದುಷಾಪಿ ಮೋಕ್ಷಣ ಪಾರಿವ್ರಾಜ್ಯಂ ಕರ್ತವ್ಯಮೇವ ತಥಾ ಚ ಶಾಂತೋದಾಂತ ಇತ್ಯಾದಿ ವಚನ ಪ್ರಮಾಣ ಶಮದಮಾದೀನಾಂ ಚ ಆತ್ಮದರ್ಶನ ಸಾಧನಾನಾಂ ಅನ್ಯಾಶ್ರಮೇಶು ಅನುಪತ್ತೇ